नमस्कारः. तर्हि सर्वेभ्यः स्वागतम्. अद्यतनकरपत्रम् अस्ति तनादिगणः इति करपत्रं. तस्मिन् भगिनी रामप्रिया भगिनी प्रायः वर्गद्वयं पाठितवती इति मन्ये. तर्हि अत्र कुत्र स्मः इति किञ्चित् स्मारयति किम्? आरम्भतः किञ्चित् पश्यामः, किन्तु कियत्पर्यन्तम् अभवत् इति केनापि वक्तुं शक्यते किम्? भगिनि चिन्तयामि ड्रुकुण् धातुः ततः आरभ्य अद्य किन्तु महोदय अत्र अर्णु इत्यस्य अनन्तरं तन् धातुः ऋण् धातुः द्वयोः अपि आत्मनेपदीरूपं साधितवन्तः. आत्मनेपदीरूपं न कृतम्. अस्तु महोदय, तर्हि प्रयतामहे वयम् अद्य. अस्तु, किञ्चित् पञ्चनिमिषं स्वीकृत्य वयम् आरम्भतः किञ्चित् पश्यामः. अत्र तनादिगणानां कृते किमस्ति विकरणप्रत्ययः कः इति महोदयेन किञ्चित् महोदय किञ्चित् प्रतिपादयति किं? राजेन्द्रमहोदय. अत्र उकारः विकरणप्रत्ययः अस्ति. अत्र एकमेव धातुगणः अस्ति यत्र विकरणप्रत्ययः आर्धधातुकः अस्ति, अन्यथा सर्वत्र. उत्तमं महोदय. कुतः महोदय आर्धधातुकप्रत्ययः इति वदति? कुतः आर्धधातुकप्रत्ययः इति वदति? तस्मिन् विषये किञ्चित् वयं जानीमः तिङ्क्ष सार्वधातुकं, ये तिङ् नास्ति अपि शित् नास्ति तत् तत्तु आर्धधातुकम् एव प्रत्ययः अस्ति. तत् कारणात् तत्र तत्र आर्धधातुकं प्रत्ययः अस्ति. उत्तमं महोदय, धन्यवादः महोदय. अस्तु अस्तु, अनन्तरम् अस्ति अत्र. अस्तु, तर्हि उः इति आर्धधातुकप्रत्ययः. तर्हि विकरणप्रत्ययनिमित्तिकं कानि कार्यं किं किं भवितुम् अर्हन्ति इति विजया भगिनी किञ्चित् वदति किं पुनस्मरणत्वेन? भगिनि म्यूटेड् अस्ति इति मन्ये. विजया भगिनी, अस्तु, रघुपतिमहोदय वदतु किं महोदय? उः इति विकरणप्रत्ययम् अधिकृत्य कार्याणि. उ इति आर्धात्कप्रत्यय अस्ति, तर्हि विकरणप्रत्यय अस्ति, अतः तत्र गुणः भवति सूत्रद्वयेन. एकं तु पदान्ते अन्ते इक्वर्णः सन्ति चेत् गुणः भवति सार्वत्कार्धत्कयोः, अथवा उपधायां लघु इक्वर्णाः सन्ति चेत् पुगन्तलघुपदस्य चित् सूत्रेण गुणः भवति. महोदय, अत्र किम् इत्युक्ते अत्र अत्र आर्धात्कप्रत्ययः अस्ति इति कृत्वा. अस्तु महोदय, अत्र तु अपित् अस्ति खलु? अपित् अस्ति परन्तु अपित् पित्वा पित्वा इति सार्धात्कप्रत्यये एव भवति, न तु आर्धात्कप्रत्यये. आर्धात्कप्रत्यये तादृश पित्वा पित्वा इति वयं तस्य ज्ञानं न आवश्यकम्. कित् अस्ति चेदेव तत्र कित् अस्ति चेत् गुणः बाधितं भवति, कित्वा द्रष्टव्यम्. उत्तमं महोदय. अस्तु महोदय, धन्यवादः महोदय, बहु धन्यवादः. उत्तममासीत्. केवले भगिनी भवती वक्तुमिच्छति किम् अत्र अनन्तरं तिङ् निमित्तीकृत्य कार्याणि किं किं भवितुमर्हन्ति इति? तिङ् निमित्तीकृत्य कार्यं शारदात्क तिङ्क्षित् इति सार्वधातुकप्रत्ययः अस्ति. सार्वधातुक अर्धधातुकयोः गुणः भवति इति सूत्रेण गुणकार्यं भवति अङ्गस्य. किन्तु वयं यत्र वयं तिङ् इति पश्यामः चेत् वयं चतुर्विधाः सन्ति तिङ् प्रत्ययाः इति जानीमः खलु? लट् लोट् लकारः. किन्तु तत्तु अस्ति. तर्हि सार्वधातुकलकाराणां विषये वयम् अधीयमानाः स्मः, किन्तु अत्र यत्र तिङ् प्रत्ययः अस्ति तिङ् प्रत्ययस्य विभागद्वयं चतुष्टयम् अस्माभिः कर्तुं शक्यते. हलादिपित् इति हलादि इपित् हलादिपित् अजादिपित् हलादि अपित् अण्ड् अजादि अपित् इति विकरणप्रत्ययस्य कृते तु सार्धधातुकः अस्ति इति कृत्वा गुणकार्यं निश्चयेन भवति पुकन्तलघुपदस्य च नो चेत् सार्वधातुक अर्धातुक इति. अनन्तरं यत् अङ्गं निष्पादितं उः इति प्रत्ययस्य मेलनेन तत् अङ्गं पुनः तिङ् प्रत्ययेन सह मेलनं भवति, किन्तु तिङ् सार्वधातुकं तत्तु सत्यम् इति कृत्वा गुणकार्यं भवति इति वक्तुं न शक्यते. किमर्थम् इत्युक्ते तिङ् इत्यस्य स्थाने तिक्तजि इति आदेशाः भवन्ति, तर्हि आदेशानां गुणम् अनुसृत्य एव तत्र कार्यं सम्भवन्ति. तर्हि यत्र आदेशः तिक्तजि इति आदेशाः भवन्ति तत्र तु चतुर्विधाः भवन्ति इति जानीमः खलु. तत्रैव हलादिपित् अजादिपित् हलादि अपित् अजादि अपित् इति चतुर्विधः. हलादिपित् तु कीदृशं कार्यम्? गुणकार्यं भवति भवति अजादिपित् अस्ति चेत् अजादिपित् अपि गुणकार्यं भवति भगिनि. हलादि अपित् अस्ति चेत् गुणकार्यं न भवति, किन्तु सर्व सार्वधातुकमपि निद्वत् निति च इति सूत्रेण गुणकार्यं निषेधः भवति. उत्तमं भगिनि. अजादि अपित् अस्ति चेत्? अजाते अपि अस्ति चेत् अपि गुणकार्यं निषिद्धं भवति अपि अस्ति. उत्तमं भगिनि. अनन्तरं सन्धिकार्यं भवति इति महोदयेन अत्र स्पष्टीकृतम्. अजादि अस्ति इति कृत्वा अत्र इको एणचि इत्यस्य प्रसक्तिः अस्ति इति अपि उक्तवान्. किमर्थम् इत्युक्ते उकारः अस्ति उः प्रत्ययस्य तनादिगणीयधातूनां सर्वत्र उः इति योजयामः खलु, उ इति योजयामः, तर्हि उ इति योजयित्वा अनन्तरं यत्र अजादि अस्ति अस्ति चेत् अजादिप्रत्ययः यत्र आगच्छन्ति तत्र तु सन्धिकार्यस्य प्रसक्तिः अस्ति इति कृत्वा सन्धिकार्यं भवितुम् अर्हन्ति. उत्तमं भगिनि, धन्यवादः भगिनि, बहु समीचीनम् अस्ति, धन्यवादः. अस्तु, अनन्तरम् अत्र किं किं पठितवन्तः. अस्तु, अरुणा भगिनी वदति किं भगिनि, अत्र हि प्रत्ययस्य विषये कश्चन विषयः वर्तते, तस्मिन् विषये वदति किं भगिनि? भगिनि विशिष्य हि प्रत्यये परे तनादिगणीयधातूनां हि प्रत्यये परे पठितवन्तः किम् एतद् भवन्तः? अनन्तम् अस्ति अस्ति खलु, तर्हि सेः पिच्छ इत्यनेन हि आदे क्षम्यताम् अपिच्छ सेः पिच्छ इत्यनेन हि आदेशः भवति, तर्हि हि इति तिष्ठति. अतो हे अस्ति चेत् अदन्तम् अङ्गम् अस्ति चेत् लोपः भवति, किन्तु अस्माकं तु उकारान्तम् अङ्गम् अस्ति, उप्रत्ययं योजयित्वा इति कृत्वा अतो हे इत्यस्य प्रसक्तिः नास्ति इति कृत्वा हि तिष्ठति. हि इत्यस्य लोपः सामान्यतया पटयोः हि इत्यस्मिन् पट इति अङ्गम् अदन्तम् अङ्गम् अस्ति इति कृत्वा अतो हे इत्यनेन हि लोपं भूत्वा पठ हे त्वं पठ इति वक्तुं शक्यते. किन्तु यत्र लोट् लकारे हि प्रत्ययः अत्र, किन्तु अत्र यद् उ इति अस्ति इति कृत्वा अनदन्तम् अङ्गम् इति अस्ति इति कृत्वा अतो हे इत्यस्य प्रसक्तिः नास्ति, तर्हि हि इत्यस्य लोपः न भवति. तर्हि अत्र अस्माकम् अङ्गम् उकारान्तम् अङ्गम् अस्ति, अनन्तरं हि प्रत्ययः अस्ति. तर्हि अत्र एकं सूत्रं पठितवन्तः, उतस्य प्रत्ययात् असंयोगपूर्वात् इति, स्मरन्ति किम्? अरुणा भगिनी वक्तुम् इच्छति किं भगिनि अस्मिन् सूत्रस्य लघुरूपे? क्षम्यतां भगिनी, अहं न जानामि कुत्र. उकारात् प्राक् संयोगः नास्ति चेत् परसिः प्रत्ययः लुक् लोपः भवति. उत्तमं भगिनि. अत्र किं स्मर्तव्यम् इत्युक्ते अत्र अङ्गस्य इति अनुवृत्तिः आगच्छति, तर्हि प्रत्यय अवयव उकारात् प्राक् इति अङ्गम् इत्युक्ते प्रत्ययवयवः अस्ति खलु, प्रत्ययस्य योजनेन एव अङ्गं भवति सामान्यतया. अत्र उकारः कुत्र लभते इत्युक्ते अत्र उ इति प्रत्ययात् लभते खलु. उत्तमं भगिनि, क्षम्यतां, प्रत्ययवयव उकारात् इत्यस्य नावश्यकता नास्ति महोदयेन, अत्र नो चेत् अपि कुत्रस्य कार्यं भवितुम् अर्हति. क्षम्यतां भगिनि, मम दोषः. हस्तयोगपूर्वात् उकारात् प्रत्ययात् प्रत्ययात् इति अपि अस्ति, प्रत्ययात् इति अस्ति. तर्हि प्रत्यय अवयव उकारात् इत्येव वक्तव्यं, प्रत्यय अवयव उकारात्. तत्र प्रत्ययात् इति अनुवृत्तिः आगच्छति महोदय, सूत्रे पश्यन्ति चेत् प्रत्ययाति सूत्रे एव दत्तमस्ति. अस्तु, तर्हि यत्र प्रत्ययस्य योजनेन यः उकारान्तम् अङ्गं प्राप्नोति तादृश अङ्गात् यदि असंयोगपूर्व उकारः अस्ति चेत् तस्य तु हे हे लुक् भवति. उदाहरणं वदति किं भगिनि, असंयोगपूर्व उकारः यत्र भवति. उदाहरणरूपेण, उदाहरणरूपेण तनुयोगः के अस्ति चेत् तत्र असंयोगपूर्वः उकारः, अतः तत्र वर्णमेलनमेव तनुयोगः ते तनुते इति आगच्छति. तनुः अत्र असंयोगपूर्व उकारः अस्ति इति कृत्वा हे हे लुक् भवति खलु, हि इत्यस्य लुक् भवति. तर्हि तनु इति एव तिष्ठति भगिनि. आं भगिनि, आं भगिनि, अत्र हि लुक् इति उक्तवती किं, मया न श्रुतम् आसीत्. अस्तु भगिनि, धन्यवादः. तर्हि अस्तु, किन्तु अर्णु इत्यस्य किं भवति रूपम्, अर्णु इति अङ्गं चेत् खलु भगिनि, अर्णुहि इति रूपम्. उत्तमं भगिनि, समीचीनं समीचीनम्. अस्तु, तर्हि अनन्तरमस्ति अत्र, अनन्तरं कः अस्ति न उक्तवान्. अस्तु, सर्वे उक्तवन्तः इति मन्ये. राजेन्द्रमहोदय, भवान् वदति किम् अत्र अनन्तरम् उत्तमपुरुषे मकारादि वकारादि प्रत्ययानां विषये अपि किञ्चित् वैशिष्ट्यं वर्तते. आम् आम् भगिनि, सत्यम्. अत्र किमस्ति, अत्र वकारादि मकारादि प्रत्ययः यदा यत्र अस्ति तत्र एकं सूत्रम् अस्ति, लोपश्च अन्यतरसां मवोः, यत्र प्रत्ययात् वकारादि भवेयुः अथवा भवेत् अथवा मकारादि भवेत् तत्र तस्मिन् स्थितायां विकल्पेन अन्यतरसां विकल्पेन उकारस्य लोपः भवति. असंयोगपूर्व अङ्गमस्ति तत्र उकारस्य विकल्पेन लोपः भवति, यथा अर्णु योगो व अर्णव अर्णवः अर्णु अर्णव अत्र रूपद्वयं तत्र सिद्ध्यति. तत्र तथैव असंयोगपूर्वः नास्ति खलु, न संयोगपूर्व क्षम्यताम्, आमामां दोषः कृतः तनु अत्र असंयोगपूर्वमस्ति, असंयोगपूर्वमस्ति तनुयोगवः, एकस्मिन् पक्षे तन्वः अन्यस्मिन् पक्षे तन्व तत्र रूपं भवति, यतोहि तत्र विकल्पेन उकारस्य लोपः भवति. तथैव तत्र तत्र एकमेव रूपं वदतु, अर्णु वा अर्णुम, तत्र विकल्पः नास्ति तत्र कोऽपि. अस्तु महोदय, धन्यवादः महोदय, बहु उत्तमम्. अस्तु, तर्हि तावदेव सन्ति इति मन्ये. अनन्तरं भवन्तः सर्वे तु अत्र तरसेपदीनां रूपाणि साधितवन्तः इति मन्ये. आत्मनेपदीनां रूपाणि वयम् अधुना प्रयतामहे. अस्तु, तत्र प्रत्याः के सन्ति इति सन्ति खलु, पार्श्वे लिङ्क् अस्ति खलु, तत् अस्ति खलु. अस्तु, अधुना पश्यामः. अस्तु महोदय, विजया भगिनी वदति किम् अत्र लट्लकारस्य प्रथमं तु वयम् अर्णु इति स्वीकृत्य पश्यामः, भवती वदति किम् अर्णु इत्यस्य आत्मनेपदीरूपाणि. भगिनी म्यूटेड् अस्ति तत्र अस्ति अस्ति अस्मि भगिनि तत्र अरुणु लट्लकररूपम् आत्मनेपदी अर्नुते अर्नुते इति आगच्छति तत्र स्तनादिकुञ्जिभ्यः उः इति सूत्रमस्ति अनन्तरं अतित् आत्मनेपदे आत्मनेपदानां तेरे इति सूत्रेण तत्र उकारः भगिनि केवलं ते योगः प्रत्ययं स्वीकरोति अर्णुयोगः ते इति स्वीकरोतु तावत् पर्याप्तं हा अर्णुयोगः अर्णुयोगः ते आत्मनिपदं प्रथमपुरुषे एकवचनम् अर्णुयोगः ते तत्र वर्णमेलनमेव प्रथमपुरुषं मध्यमपुरुषे एतत् सर्वं न पूरयतु अर्णुयोगः ते वर्णमेलनं भूत्वा रूपं किम् अर्णुते इति वदतु अर्णुते अर्णुते उत्तमम् आते इत्यस्य द्वितीयं द्वितीयप्रत्ययः कः अनन्तरम् आते इति अस्ति खलु अर्णुवाते आगच्छति अर्णुवाते अर्णुवाते कः देश कः तत्र उकारः गच्छति खलु उपदेश अर्णुयोगः आते इति अस्मिन् सोपानेन वदतु भगिनि अर्णुयोगः आते इति अस्ति आते कीदृशप्रत्ययः अस्ति आते अपित् प्रत्ययः अस्ति खलु अजादि अपित् अस्ति इति कृत्वा तादृशभेदः अस्ति खलु अत्र ते इत्यस्मिन् अपि तथा वक्तव्यम् आसीत् ते इति हलादि अपित् प्रत्ययः अस्ति इति कृत्वा अर्णुयोगः ते इत्यस्मिन् सार्वधा यद्यपि सार्वधातुक आर्धधातुके कार्यं भवति स्म किन्तु तत् प्रभादे निश्चेति तत् कार्यं भावयित्वा अत्र केवलं गुणकार्यं भावितमस्ति इति कृत्वा केवलम् अर्णुते अत्र अर्णु प्लस् किं भवति अत्रापि अजादि अपित् अस्ति इति कृत्वा गुणकार्यं बाधितं तर्हि यण् सन्धिः भवति खलु इको एणसि इको एणसि इति कार्यं करोति भवति अत्र अर्णुवाते इति भवति अनन्तरम् अर्णुवते इति आगच्छति अर्णपि तत्रापि अजादि अपित् अस्ति अते इति योजनेन तत्र अर्णवते इति आगच्छति यनादेशः अत्र अपि भवति धन्यवादः भगिनि उत्तमम् उत्तमं भगिनि अग्रे महोदय वदति किं रघुपतिमहोदय वदति किं महोदय मध्यमपुरुष द्वितीये अथे द्वे इति सिद्धति प्रत्ययाः इदम् अर्णु इति अर्णुयोगस्य वर्णमेलनम् अर्णुस्य इदानीं तत्र सकारस्य षकार भवति आदेशप्रत्ययोः पुनः अत्र अस्माकं चत्वारि वयं तु महोदय चत्वारि भेदाः सन्ति चत्वारः भेदाः सन्ति इति उक्तवान् खलु तदपि उक्त्वा वदति किं तर्हि मनसि भवति अर्णुयोगस्य हलादि अपित् अस्ति इदानीं एतत् से इति हलादि अपित् अतः गुणः न भवति अर्णुयोगस्य केवलं वर्णमेलनम् अर्णुस्य इदानीम् अत्र सकारस्य षकारः भवति आदेश इन्कोः आदेशपत्योः सकारस्य षत्वं भवति अर्णुष्ये इति भवति अर्णुष्ये अग्रिमं मध्ये अर्णुयोग आते अत्र हलादि सोरि अजादि अपि प्रत्ययः अस्ति अतः तत्र अर्णुयोग आते सन्धिः एव भवति अण् सन्धि अर्णु अण् अर्ण्वाथे इति भवति अर्ण्वाथे इति रूपम् इदानीम् अग्रे द्वे अपि हलादि अत्र द्वे इति हलादि हलादि अपि प्रत्ययः अस्ति अर्णु अर्णुद्वे इति भवति अर्णुद्वे अस्तु अग्रे हलादि अहं पूर्वं करोमि अर्णुवहे अर्णुमहे इति हलादि अपित्सु इदानीम् अजादि अपित्सु अर्णुयोग ये इति अस्ति अर्णुयोग ये इदानीं तत्रापि यण् सन्धि एकवारं अस्तु अचि इको यण् अचि अण् अर्णु अण् अण् अण्वे इति भवति अर्ण्वे इति भवति अर्ण्वे अर्ण्महे अर्ण्महे अर्ण् सोरि अर्ण्वे अर्णुवहे अर्णुमहे इति उत्तमं धन्यवादः महोदय बहु धन्यवादः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति खलु मकारादिवकारादि वयं यत् सूत्रं पठितवन्तः आमामां सत्यम् आम् न उक्तवान् अत्र संयोगपूर्वक अस्ति तद् मनसि भवेत् अग्रे करोमि वा न प्रायः अन्यः करोतु क्षम्यतां ममैव शिवली भगिनी करोति किं लोट्लकारस्य प्रथमपुरुषे एकवचने आं भगिनि लोट्लकारे प्रथमपुरुष एकवचने ताम् इति प्रत्ययः ताम् इति हलादि अपि प्रत्ययः कोऽपि कार्यं नास्ति अर्णुताम् नो सन्धिकार्यम् अर्णुताम् इति रूपं भवति सन्धिकार्यमस्ति किम् नास्ति भगिनि नास्ति द्विवचने आताम् इति प्रत्ययः अर्णु योगः आतां सन्धिकार्यमस्ति अत्र इको एनर्जि अण्वताम् इति रूपं भवति अण्वाताम् अर्ण्वाताम् इति रूपं भवति बहुवचने अताम् इति प्रत्ययः अजादि अपि प्रत्ययः इति सन्धिकार्यमेव अस्ति अण्वताम् इति रूपं भवति अरुणा भगिनी भवती वदति किं मध्यमपुरुषस्य लोट्लकार भगिनि आं भगिनि अनु अर्णु भगिनि धातु लोट्लकार मध्यमपुरुष श्वा इति धातु प्रत्ययः भगिनि अत्र हलादि अपि अस्ति अर्णुष्व एव भगिनि कृत्वा गुणनिषेधः अर्णुस्व इति अत्र सकारस्य शत्वं भवति केन सूत्रेण इति सूत्रेण उत्तमम् अर्णुष्व तदनन्तरं मध्यमपुरुषद्विवचने इतां भगिनि प्रत्यय आताम् इति आताम् आजादि अपित् अस्ति अथम् असन्धिकार्यम् इको एनर्जि सूत्रेण अण्वथाम् अण्वातां खलु अर्णत्वं मध्यमपुरुष बहुवचने द्वम् इति प्रत्ययः के अत्र हलादि अस्ति केवलम् अर्णुद्वम् इति रूपं भवति समीचीनं धन्यवादः भगिनि राजेन्द्र राजेन्द्रमहोदय भवान् वदति किं महोदय लोट्लकारस्य उत्तमपुरुषस्य रूपाणि आम् भगिनि लोट्लकारस्य उत्तमपुरुषे सर्वे पित् प्रत्ययाः सन्ति अजादि पित् प्रत्ययाः सन्ति तत्कारणात् अत्र गुणः भवति अर्णुयोग ए अर्णो योग ए अर्णावै अर्णावै भगिनि अर्णावै अर्णावै ऐ इति एव प्रत्ययः तु ऐ अस्ति ए नास्ति किं क्षम्यताम् भगिनि किं भगिनि क्षम्यताम् अहं सम्यक् न श्रुतवती प्रायः प्रत्ययः ए इति श्रुतम् इति चिन्तितवती प्रायः ऐ इति अस्ति इति अधुना भवान् वदतु महोदय आवहे आवहे अजादिपित् प्रत्ययः अस्ति अर्णुयोग आवहै अत्र अर्णो योग आवहै अत्र अर्णवावहे सन्धि कः सन्धिः अस्ति अत्र अत्र भगिनि एचो यवः भवति अत्र अर्णो अत्र आवहे, अत्र अर्णवावहे आमहे, तथैव अत्र अर्णवामहै. पूर्वं गुणं भूत्वा तत् अनन्तरं उच्चयावः तत्र आवादेशः भवति. भगिनी तत्र गुणं भूत्वा अर्णु अर्णवै तत्र गुणः गुणः भूत्वा वा कार्यम् अस्ति, विर्धिः वा? न न, अत्र गुणमेव अर्ण अर्णु प्लस् ऐ इति अस्ति खलु. महोदय वदति किं महोदय उपना कृपया वदतु. प्रथमं गुणं भवति, अत्र पित् प्रत्ययः अस्ति, तत् कारणात् प्रथमं गुणः भवति, तदनन्तरं यच यावः सूत्रेण तत् रूपम् अस्ति. अर्णो प्लस् ऐ इति अस्ति खलु भगिनि, अर्णो इति भवति गुणं भूत्वा, अनन्तरम् अर्णो प्लस् ऐ इत्यस्मिन् अधुना एचो यवायावः इति यथा महोदय उक्तवान् औ आदेशः भूत्वा अर्णौ ऐ अर्णवै इति. अस्तु भगिनि, धन्यवादः. भगिनी भवती करोति किं लङ्लकारस्य विषये? त आताम् आम् भगिनि, तत्र अर्णुयोगः त तत्र हलादि अपि अस्ति, तत्र गुणकार्यं नास्ति, वर्णमेलनमेव अर्णुत इति. पुनः भगिनी चिन्तयतु अत्र लङ्लकारे अन्यत् आड् उत्तमस्य पिच्छे इति, आड् उत्तमस्य पिच्छे इति सूत्रम् आगच्छति. आड् उत्तमस्य इति लोट्लकारस्य उत्तमपुरुषने उत्तमपुरुष आटहपुरुषे खलु आटश्च. आं भगिनि, अत्र किम् इत्युक्ते लुङ् लङ् लुङ्षु अडुदातुः इति सामान्यतया अकारः आगच्छति, किन्तु तत्प्रपाद्य आडजादीनाम् इति सूत्रम्, आडागमः तु आडजादीनाम् इति सूत्रेण, अजादिप्रत्ययः अजादि अङ्गम् अस्ति इति कृत्वा आडजादीनाम् इति, अजादिधातुः अस्ति इति कृत्वा, अनन्तरम् आटश्च इति वृद्धिः भवति. अत्र तु वृद्धिकार्यं नास्ति, वर्णमेलनमस्ति, मन्ये आ प्लस् आ इति आ इति भवति, आ इति भवति. आताम् इति अस्ति प्रथमपुरुषद्विवचनं, तत्र आर्णवाताम् इति आगच्छति. प्रथम एकवचने रूपं वदतु भगिनि. तत्र अर्णुत इति वर्णमेलनमेव खलु भगिनि तत्र? हा, पुनः अत्र आडुत्तम आडजादीनाम् इत्यनेन आडागम आडागमः अपि आगतः खलु, अनन्तरं सवर्णदीर्घसन्धिं भूत्वा आरुणुत इति रूपम् दीर्घ दीर्घ आकारः आगच्छति, अतः आर्णुत इति आगच्छति. अनन्तरं आर्णवाताम् इति मध्यम प्रथमपुरुषद्विवचनं, तत्र अपि यनादेशकार्यं करोति, तत्र गुणकार्यं नास्ति. उकारस्य स्थाने वकारः आगच्छति अर्णवाताम् इति. अनन्तरं वर्णमेलनं, तत्र अपि अर्णवत इति आगच्छति यनादेशः. भगिनि अत्र ह्रस्वः दीर्घ वा इति उच्चारणेन स्पष्टीकरणीयं भवति खलु. ह्रस्व इत्युक्ते एकमात्रम् एतदस्ति अ इति, द्विमात्रं दीर्घः अस्ति चेत् द्विमात्र द्विमात्र खलु तस्य इति वक्तव्यम् इति आर्णुवाताम् इति आर्णुवत इति. उत्तमं भगिनि, सत्यं धन्यवादः भगिनि, समीचीनं. महोदय वदति किं महोदय, रघुपतिमहोदय कृपया. मध्यपुरुष ताः आतां त्वम् इति, अतः ताः त्वम् इति हलादि अपित् अस्ति, सोरि लङ्लक, अस्तु अस्तु. आमाम्, इदानीम् आर्णु इति अङ्गमस्ति, आर्णुताः आर्णुध्वम् इति, अपि च हलादि अपित् वहि आर्ण् एकवारं तत्र गतं मम कम्प्यूटर् आर्णु वहि आर् एकवारं कुत्र सङ्गणक लङ् मध्यपुरुषस्य द्विवचने एकवारम् आम् अस्तु ताः तासहस्ते इति सूत्रम् आगच्छति खलु भगिनि तासहस्ते ताः इत्येव महोदय उक्तवान् अत्र भगिनि अत्र अत्र किम् अस्ति ताः इत्येव आगच्छति खलु अत्र तासहसे इति तत्तु केवलं स इति तत्र वर्णमेलनमेव वा ताः इत्येव प्रत्ययः तास् इति प्रत्ययः अस्ति खलु लङ्लकारे नास्ति केवलं तित् तित् यत्र अस्ति तत्रैव इति मन्ये तासहसि इति तितः लस्य तासहसे इति आगच्छति इति मन्ये तित् लकाराणामेव लट् लोट् द्वयोः एव तासहसे इति अस्तु भगिनि धन्यवादः अर्णु आथां खलु अर्णु आथां तत्र अर्णु अर्णवाथाम् इति सोरि अर्णु अर्णु यण्सन्धि भवति आण्वाथाम् इति अग्रे वक्तुमिच्छति किं न मम सङ्गणकम् इदानीं क्लोस् अभवत् क्लोस् अभवत् आर्णुध्वम् इति मध्यमपुरुषे बहुवचनरूपम् उत्तमपुरुषे एकवचने प्रत्ययः इ इति भवति अजादि अपित् इति सन्धिकार्यं भवति रूपम् आर्ण्वि आर्ण्वि इति रूपं भवति वहि महि वहि हलादि अपित् प्रत्ययः अत्र कोऽपि कार्यं नास्ति रूपम् आर्णुवहि लङ्लकारे आर्णुवहि इति रूपं महि हलादि अपि प्रत्ययः रूपं भवति आर्णुमहि इति रूपं भवति शोभनं धन्यवादः अरुणा भगिनी विधिलिङ्ग्लकाराणां रूपाणि भगिनि भगिनि प्रथमपुरुषे एकवचनं ईता इति प्रत्ययः अजादि अपि प्रत्ययः अस्ति अर्णु योगः ईता इको एनर्जि सन्धि भगिनि अर्ण्वीता समानकार्यं खलु सर्वत्र केवलं रूपाणि वदतु मध्यमपुरुषे अपि वदतु उत्तमपुरुषे अपि वदतु भगिनि मध्यमपुरुष अत्रापि अजादि अपि अस्ति अर्ण्वीथाः अर्ण्वीयाथाम् अर्ण्वीध्वं मध्यम उत्तमपुरुषे अण्वीय धन्यवादः भगिनि समीचीनं भगिनि अस्तु अग्रे वयं तनु इत्यस्य वयम् आत्मनेपदिरूपाणि अपि साधयामः तदनन्तरं कृधातोः विषये पश्यामः शीघ्रं शीघ्रं प्रयत्नं कुर्मः कर्तुम् अस्तु राजेन्द्रमहोदय भवान् भवान् लोट्लकारं करोतु महोदय लोट्लकारात् आरम्भं कुर्मः नो चेत् पुनः लट् इति एव आगच्छति लट् पूर्वं न उक्तवान् खलु लट् न न क्षम्यतां महोदय भवान् पूर्वं न उक्तवान् लट् इत्येव आरम्भं करोतु महोदय तनुयोगते अत्र हलादि अपि प्रत्ययः अस्ति तनुते तनुयोग आते अजादि अपि क्षमताम् अहं हलादि अपि अस्ति ते तनुते आते अजादि अपि अस्ति अत्र अपि यन् सन्धि आदेशः तन्वाते अपि च अते अजादि अपि तन्वते अग्रे वदामि भगिनि पर्याप्तं महोदय अग्रे विजया भगिनी वदति किं भगिनि तत्र तनुयोगः शे इति अस्ति, आदेशप्रत्ययोः इति सूत्रेण तत्र शे इति आगच्छति, हलादि अपि अस्ति, तत्र तनुषे इति आगच्छति. अनन्तरं मध्यमपुरुषद्विवचनं तन्वाते इति अस्ति, आते इति आजादि अपि अस्ति, तत्र यनादेशः भवति तन्वाते इति. अनन्तरं मध्यपुरुष बहुवचनं तनुद्वे, तत्र वर्णमेलनमेव. भगिनी बेक्वर्ड् गच्छति, पृष्ठतः गच्छति, रूपं प्रथमम् उक्त्वा तदनन्तरं किं किं प्रायः स्यात् इति अनन्तरं वदति. धन्यवादः भगिनि, अग्रे पश्यामः. रघुपतिमहोदय वदति किम्? अत्र लोट्लकारस्य खलु? अस्तु, लट् उत्तमपुरुषे ए वहेमहे. अत्र वहेमहे इति हलादि अपि अस्ति, तनुवहे तनुमहे, तनु अस्ति खलु, तनुवहे तनुवहे तनुमहे इति एकं रूपम्, अपि च मोः अन्यतरस्याम् इति असंयोगस्य उकारस्य लोपः भवति मकारवकारे परे, अतः तन्वहे तन्महे इति रूपद्वयं भवति. एकवारं एकवारं आमां पश्यामि, पश्यन् अस्मि. विस्मरामः तदर्थमेव, अहमपि विस्मृतवती. आमां सत्यम्. अस्तु, लोपश्च अन्यतरस्यां मोः इति सूत्रमस्ति. अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोः अन्यतरस्यामिति पूर्णसूत्रमस्ति, अनुवर्तस्य इति सूत्रमस्ति. अतः अत्र असंयोगपूर्व उकारः अस्ति, प्रत्ययस्य उकारः अस्ति, तनु इति अत्र असंयोगपूर्वः अस्ति, अतः उतः अस्य लोपः भवति, उतः अङ्गस्य लोपः इति इदानीम् उकारस्य लोपः भवति. तर्हि निमित्तमस्ति मकारवकार अस्ति, अतः मोः इति अस्ति, अतः तन्वः मकारे मकारे परि परे तावत् कार्याणि कुत्रचित् वयं कुत्रचित् अपि वयं न पश्यामः. एतदेव विशिष्य भवति इति मन्ये, एतदेव सूत्रम्. आमां मोः इति मकारवकार तदेव अस्ति खलु, किमपि नास्ति खलु, मकारवकारे परे मोः इत्युक्ते. अस्तु, तर्हि तन्वहे तन्महे इति रूपद्वयं भवति. इदानीं कुत्र अस्ति सिद्धतिं प्रत्य, अस्तु इदानीं एकवचने, अस्तु एकवचने इदानीं तत्र तनुयोग ऐ ए इति अस्ति, इदानीं तत्र येण सन्धि तन्वे इति भवति. धन्यवादः भगिनि, क्षम्यतां भगिनि, अहं भवती म्यूट् कृतवती, मया अन्म्यूट् कर्तुं शक्नोति किं भगिनि? क्षम्यतां, ध्वनिः आसीत् इति कृत्वा अहं शीघ्रं कृतवती. महोदय वदन् आसीत् मध्ये न वक्तव्यम् इति कृत्वा अहमेव. लोट्लकारस्य लोट्लकारे तनुतां तन्वातां तन्वताम् इति रूपाणि शीघ्रमेव वदतु इति उक्तवती खलु इति. ताम् इति हलादि अपि प्रत्ययः अस्ति, तनुयोगः ताम् कार्यं कोऽपि नास्ति, तनुताम् इति रूपं भवति. आताम् इति अजादि अपि प्रत्ययः अस्ति, अत्र इको एनर्जि इति सूत्रेण तन्वाताम् इति रूपं भवति. अताम् इति अजादि अपि प्रत्ययः अस्ति, अत्रापि इको एनर्जि इति सूत्रेण तन्वताम् इति रूपं भवति. उत्तमं समीचीनं भगिनि. भवती बहु स्पष्टतया वदति. धन्यवादः. अग्रे अरुणा भगिनी वदति किं भगिनि? तनुयोगः श्व तनुयोगश्व हलादि अपित् अस्ति, केवलं सन्धिकार्यं तनुष्व आदेशप्रत्ययोः इति सूत्रेण शकार आगच्छति. तनुयोगः आथां तत्र अजादि अपित् अस्ति, ततः गुणकार्यं तन्वाथां तनुयोगद्वं तनुद्वम् अति द्वं हलादि अपित् केवलं सन्धि धन्यवादः भगिनि. समीचीनं भगिनि. राजेन्द्रमहोदय लोट्लकारस्य उत्तमपुरुषस्य ए आवहै आमहै सर्वे ऐ आवहै आमहै इति ऐ आवहै आमहै ऐ आवहै आमहै सर्वे अजादि पित् प्रत्ययाः सन्ति. अत्र प्रथमपुरुष अत्र उत्तमपुरुषे क्वश्चन् अत्र तनुयोग ए अत्र तनो गुणं भूत्वा ऐ तनुयोग ऐ अत्र गुणं भूत्वा तनोयोग ऐ तन्वै रूपं भवति. प्रथमं तु गुणं भवति, अनन्तरं तु तत्र यन् सन्धि भूत्वा तन्वय् यन् सन्धिः नास्ति खलु. क्षम्यतां, तनुयोग आवहै अत्र अपि प्रथमं गुणं भूत्वा तनो योग आवहे अत्र एषवायावः तन्वावहे तथैव तत् तनुयोग आमहे तनो योग आमहे तन्वामहे रूपं भवति. तन एव खलु भगिनि, तन तनवै तनवावहै तनवामहे. क्षम्यतां भगिनि, औ आदेशः तन्नास्ति. तनवै आमां सत्यं, तनवै तनवावहै तन. क्षम्यतां, मम अपि अवधानं नासीत् सम्यक्. धन्यवादः भगिनि, स्पष्टीकृतवती. भगिनी विजया भगिनी स्वयं वदति किं भगिनि? लङ्लकारस्य लङ्लकारस्य सर्वदा आटः च इति, अनन्तरम् आड् उत्तमस्य च इति. न न न, आटः च इति आटस्य इति वृद्धिकार्यं यत्र भवति आड् आगमः आसीत् चेदेव आटस्य इति वृद्धिकार्यं भवति, किन्तु अत्र आडागमः एव नास्ति. प्रथमं कार्यं किमस्ति? लुङ् लुङ् लुङ् लड्डः इति अडागमः भवति तावदेव. तत्र समीचीनमेव, तत्र आ तिष्ठति एव खलु भगिनि. तत्र न किमर्थम् आटस्य इति कुतः आयाति इति मम अवगमनं नास्ति, तदर्थं पृच्छामि. आटस्य इति सकारः आगच्छ केन सूत्रेण अकारः आगच्छति? आटः न भगिनि, लुङ् लङ् लिङ्षु अडुदातः इति सूत्रेण. लङ् लुङ् लिङ्षु इति लुङ् लङ् लृङ् लुङ् लङ् लृङ् वदतु. लुङ् लङ् भ्रमः मास्तु, अडुदातः. अग्रे एषः संशयः कदापि न भवतु इति कृत्वा पुनः पुनः वदामि. अडागमः केन सूत्रेण भवति? यदि हलादि हल सामान्यसूत्रमस्ति, सार्वत्रिकं सूत्रमस्ति, लङ् लकारे तु लुङ् लङ् लृङ्षु लुङ् लङ् लृङ् त्रिषु त्रयाणामपि किमस्ति, लुङ् लङ् लृङ्षु अड् उदात्तः इति भवति, अडागमः इति भवति इति कृत्वा अकारः आगच्छति. सर्वेषां धातूनां प्रसक्तिः अस्ति, किन्तु हलादिधातूनामेव प्राप्तिः भवति. किमर्थं हलादिधातूनां प्राप्तिः भवति? अजादिधातुः अस्ति चेत् किं कार्यं करोति अत्र? आत् अजादीनाम् इति सूत्रेण आत् आगमः भवति, आत् अजादीनाम् इति. प्रथमं तु आगमस्य विषयः अस्ति, लुङ् लङ् लृङ्षु अड्दातः इति अडागमः हलादिधातुः अस्ति चेत्, अनन्तरम् आडजादीनाम् इति आड् आगमः भवति अजादिधातुः अस्ति चेत्. प्रथमं तु आगमस्य विषये वयं वदामः, सूत्रद्वयं कार्यं करोति. अधुना यत्र हलत् हलादिधातुः अस्ति अडागमः भवति, तत्र किमपि सन्धिकार्यं किमपि नास्ति खलु. तर्हि केवलं वर्णमेलनं भवति, आ प्लस् तनु अतनु इति भवति अङ्गम्. किन्तु यत्र आदागमः अभवत् अजादिधातूनां विषये, तत्र तु सन्धिः सन्धिकार्यस्य प्रसक्तिः भवति. सामान्यतया पश्यामः चेत् तत्र किं भवति, आ प्लस् सवर्णदीर्घसन्धिः भवति, नो चेत् अ प्लस् इ अस्ति चेत् तत्र किं भवति, अस्माकं गुणसन्धिः भवति. अ प्लस् ऐ अस्ति, ए वा ऐ वा अस्ति चेत् वृद्धिसन्धिः भवति स्म. किन्तु तत्सर्वं प्रबाध्य आतश्य इति सूत्रेण सन्धिकार्याणि प्रबाध्य वृद्धिः भवतु इति वदति सूत्रम्, आतश्य इति सूत्रम्. तर्हि द्वितीयसोपानम् अस्ति आतश्य इति सूत्रम्. केवलम् अजादिधातूनां कृते एव तस्य प्रसक्तिः, अलादिधातूनां कृते तस्य किमपि कार्यं नास्ति. प्रथमम् अडागमस्य विषये तु सूत्रं सार्वत्रिकसूत्रमस्ति, लुङ् लङ् लुङ्षु अड्दातः इति सूत्रं. तर्हि तनु इति अङ्गमस्ति, हलादि अस्ति इति कृत्वा केवलम् एकमेव सूत्रं कार्यं करोति, लुङ् लङ् लुङ्षु अड्दातः इति सूत्रम्. स्पष्टं किं भगिनि? विजया भगिनि, अग्रे एषः संशयः पुनः मास्तु इति कृत्वा पुनः उक्तवती. अहं लेखिष्यामि. पुनः वक्तव्यं किं? पुनः अहं लेखिष्यामि. एतत् पर्याप्तं. तत्र लुङ् लङ् लिङ्क्षु उदात्तः इति सूत्रेण अड् उदात्तः इति अडागमः भवति. कीदृश अडामः, तस्य स्वरसंज्ञा अपि वर्तते. कदाचित् उदात्त अनुदात्त इति स्वराः सन्ति, किन्तु एषः यः अकारः आगच्छति तत्तु उदात्तसंज्ञकः अकारः अस्ति, उदात्त अकारः अस्ति. अनन्तरं वयं पश्यामः स्वराणां विषये, वयम् अनन्तरं पश्यामः उदात्तः कः, अनुदात्तः, स्वरितः इति वेदेषु आगच्छति. किन्तु व्याकरणे अपि वेदाङ्गः अस्ति इति कृत्वा व्याकरणे अपि स्वरित उदात्त अनुदात्ताः स्वराः इति विशिष्टतया आगच्छन्ति. किन्तु तस्मिन् विषये वयम् अनन्तरं पश्यामः. अत्र अधुना किम् अवगच्छामः इत्युक्ते अडागमः भवति इति अवगच्छामः. उदात्तः चेत् रेखा नास्ति, अनुदात्तः चेत् रेखा अधः अस्ति, स्वरितः चेत् रेखः उपरि अस्ति. उत्तमं भगिनि, समीचीनम् तथा अस्ति. किन्तु अत्र वैशिष्ट्यं किमस्ति इति अनन्तरं पश्यामः. केवलम् एवं स्मर्तव्यम् अडागमः इति स्मर लुङ् लङ् लृङ् लृङ् इत्यस्य अपि एतत् सूत्रेण तत्र अतनु योगः अतनुत इति आगच्छति खलु भगिनि. समीचीनं, प्रथमपुरुषे एकवचनम्, अनन्तरं द्विवचनं अतनु योगः आताम् इति आगच्छति. तत्र अजादि अपि अस्ति, गुणकार्यं नास्ति. तत्र यनादेशः भवति, अतन् वाताम् इति आगच्छति. अनन्तरम् अतनु योगः अत एव, तत्र अपि तत्र यनादेशः भवति, गुणकार्यं नास्ति, अजादि अपि अस्ति, अतन् वत इति अस्ति. बहु उत्तमं भगिनि, धन्यवादः भगिनि. समीचीनं. रघुपतिमहोदय मध्यमपुरुषस्य टिप्पणी एकवारं, एकवारं मध्यमपुरुष ताः आतां त्वम् इति अस्ति. अत्र ताः इति अजा हलादि अपित् अस्ति, तनु खलु, तनु अतनुताः, अतनुताः, अतनु अतनुताः, अतनुद्वम् इति तत्र हलादि अपित्सु. अजादि अपित्सु येण सन्धि भवति, अतन्वाथाम् इति, अतन्वाथाम् इति भवति. बहु उत्तमं महोदय, समीचीनं, धन्यवादः महोदय. शिवलि भगिनी उत्तमपुरुषरूपाणि. आं भगिनि, आं भगिनि, उत्तमपुरुषे एकवचने इ इति प्रत्ययः, इ इति अजादि अपि प्रत्ययः, तनु प्लस् इ यणादेशः भवति, अतन् तन्वि अतन्वि इति लङ्लकारे रूपः, अतन्वि वहि हलादि अपि प्रत्ययः, तनुयोगः वहि, अत्र तनु इति असंयोगपूर्व उकारस्य असंयोगपूर्व अङ्गः इति रूपद्वयमस्ति. तनुवहि तन्व अतु अतनुवहि अतन्वहि इति रूपद्वयम् अस्ति. लोपो लोपश्चान्य लोपश्च अस्य अन्यतरस्यां मोहो इति सूत्रेण आप्शन् द्वितीयरूपम् अस्ति. महि इति हलादि अपि प्रत्ययः अतन् अतन्महि अतनुमहि रूपद्वयम् अस्ति. अरुणा भगिनी पुनः भवती एव विधिलिङ्गकाराणां रूपाणि तनुयोगः ईत तन्वी अजादि अपि अस्ति. तन्वीत तन्वीयतां तन्वीरन् इति रूपं रूपाणि पूरयतु भगिनि. तन्वीत तन्वीयातां तन्वीरन् तन्वीर सोपानमद मध्यपुरुष ईताः प्रत्यय आगच्छति. अदादि अजादि अपित् अस्ति. तन्वीथाः इयथाम् इयाथाम् अत्र अजादि अपित् अस्ति. तन्वीयाथाम् ईद्वं तन् अदादि अपित् अस्ति. तन्वी तन्वीद्वम् पुनः अग्रे अपि वदतु भगिनि. इय इवहि इय इवहि इय इवहि इमहि सर्व त्रीणि अजादि अपि अस्ति. तनुयुगः इय तन्वीय तनु इवहि तन्वीवहि तनु यो इमहि तन्वीमहि इति रूपाणि. सा बहु धन्यवादः भगिनि. तर्हि वयं साधितवन्तः खलु सर्वाणि रूपाणि. तथैव भवन्ति सर्वेषां तनादिगणीयधातूनामपि समानकार्यं केवलम् एवम् एकः एव विषयः स्मर्तव्यः असंयोगपूर्व उकारः अस्ति वा संयोगपूर्व उकारः अस्ति वा इति चिन्तनीयं भवति अस्माभिः. तावदेव अन्यकार्याणि तु समानानि सन्ति. अनन्तरम् अत्र दुक्रिन् इति धातुः विशिष्टधातुः अस्ति इति कृत्वा एव अत्र सूत्रं पश्यति चेत् कृन् इति दुक्रिन् धातुः कस्मिन् गणे अस्ति पश्यन्ति चेत् तनादिगणे एव अस्ति खलु. धातुकोशं पश्यन्ति चेत् अत्र तनादिगे तनादिगणे एव वर्तते दुक्रिन् इति कृधातुः अपि करोति इति कृधातुः तत्तु तनादिगणीयधातुः एव. तर्हि तनादिभ्यः उः इति एव वदति पाणिनिः वदति चेदेव पर्याप्तं खलु. किमर्थं तनादिकृन्द्यः उतु उः इति उक्तवान्? किमर्थं कृधातोः विषये विशिष्टतया अत्र किमर्थं पुनः योजितवान् इति प्रश्नः आयाति. तर्हि तदर्थं वयम् अग्रे पश्यामः. अत्र विशेष नियमाः सन्ति तर्हि पठामः इदानीम् एकवारं निमिषं स्वीकरोमि. तर्हि डुक्रिन् धातुः इति अत्र करपत्रे अस्ति चेत् अस्ति खलु ततः आरभ्य पठामः. राजेन्द्रमहोदय भवान् आरम्भं करोति महोदय. हरि ओम् श्रूयते किम्? He left the meeting. राजेन्द्रमहोदय. ओ महोदय किमपि अभवत् किम्? अस्तु विजया भगिनी भवती पठतु भगिनि. दुक्रिन् धातुः इति ततः आरभ्य. आं भगिनि एकनिमिषम् तत्र दुक्रिञ्ज् एकनिमिषं भगिनि. चतुर्गणे चतुर्णां सार्वधातुकलकाराणां अग्रे करपत्रसङ्ख्या डुक्रिञ्ज् धातुः तनादिगणे दशधातवः सन्ति, तेषु नव हलन्तदातवः उपरि परिशीलिताः. दशसु एकः धातुः अजन्तः, स च धातुः दुक्रिञ्चकरणे. आदिर् ञटुडवः इत्यनेन दु इत्यस्य इत् संज्ञां, हलन्तम् इत्यनेन इञ् इत्यस्य इत् संज्ञा, तस्य लोपः इत्यनेन तयोः लोपः, निरबन्धरूपं कृ एव तत् तिष्ठति. एतत् सम्यक्तया उक्तमेव खलु भगिनि, तत्र किमपि वक्तव्यं नास्ति. तनादिगणे दुकृञ्ज् इति धातु सन्ति, तत्र डु इति प्रथमवर्णः आदिर्निटुडवः इति सूत्रेण इत् भवति. अनन्तरं दुकृञ्ज् इञ्जि इति धातुः अपि अलन्त्यम् इति सूत्रेण तस्य लोपः इति अनेन लोपः भवति, कृ एव तिष्ठति तत्र. अग्रे पठामि वा? विशिष्यतया अनन्तरम् अन्यदपि विषयः स्मर्तव्यं, नव दश एव धातवः सन्ति तनादिगणे, आहत्य द्विसहस्रधातूनां मध्ये अपि नव एव तनादिगणे धातवः सन्ति, यत्र ऊ इति मध्ये आगच्छति. अत्र नवधातूनाम् अत्र दशधातूनामपि नवधातवः हलन्तदातवः, यदा तन्धातुः, अरुण् इति धातुः, ऋण् इति धातुः, नवधातवः तु हलन्तदातवः सन्ति. एकः एव धातुः अस्ति कृधातुः, यत् अजन्तदातुः अस्ति इति उक्तमस्ति विशिष्य. आं भगिनि, अग्रे पठामि वा? अग्रे पठतु भगिनि. पूर्वं यथोक्तं कृधातुः तन्नादिगणे एव पठितः तनादि कृञ्भ्यः उः इति सूत्रेण, किन्तु सूत्रे कृधातुः पुनः उक्तं किमर्थम् इति चेत्, कृधातुः धातोः उ प्रत्ययः तु भवति, किन्तु अन्ये तनादिगणीयः विधयः कृधातु कृते न प्रसक्तः. द्विवारं वदनेन नियमः कृतः, सीमा अद्य आरोपिता यत् ऊ प्रत्ययस्य एव विधानम्. एतत् अर्थमेव तनादिगणे स्थापितः. अन्ये तनादिगणीयः तनादिगणीयविधयः कृधातुतः न भवन्ति. वक्ष्यमाणेन विशिष्टसूत्रत्रयेण धातुविकरणप्रत्यय धातुविकरणप्रत्ययोः अङ्गं व्यवहारिकतया द्विविधं, तथा च तिङ्प्रत्ययः वकारादिः, मकारादिः, यकारादिः चेत् प्रक्रिया अपरेभ्यः तनादिगणीयधातुभ्यः विद्यते इत्युक्ते भिन्नम् अस्ति तत्र. पूर्वं यथोक्तं कृधातुः तनादिगणे एव पठितः सूत्रमस्ति तत्र, तनादिकृज्भ्यः उः इति सूत्रेण अस्ति. सूत्रे कृधातु न कृतनादिगणीय पठितः इत्युक्ते गणपाठे गणपाठः अस्ति खलु, धातुगणानां पाठः, तत्र तु तनादिगण एव वर्तते कृधातुः. कृञ्चिति धातुः तनादिगणीयधातुः एव अस्ति. सूत्रे पठितः नव हलन्तदातवः, एकः एव तत्र दुकृञ्जीकरणे इति अजन्तदातः धातुः अस्ति. किन्तु सूत्रे कृ धातुः किमर्थं तत्र सूत्रे तत्र उक्तं चेत्, ऊ प्रत्ययः तु भवति, किन्तु अन्ये तनादिगणीयविधयः कृधातु कृते न प्रसक्ताः. तत्र किम् अस्ति भगिनि, अहं न जानामि. अन्ये अत्र असंयोगपूर्वस्य कृ डुकृ इति धातुः अस्ति खलु, अत्र अन्ये विधयः ये वयं पठितवन्तः, अत्र उतस्य प्रत्ययात् असंयोगपूर्व लोपस्य अन्यतरस्य लोपस्य अस्ति अन्यतरस्य मोः इति सूत्राणि सन्ति खलु, तानि सर्वाणि न प्रसक्तानि. अनन्तरम् अन्यदपि विषयः अस्ति, केचनाः पण्डिताः वदन्ति यत् तनादिगणीयधातूनां कृते उः इति प्रत्ययः आगच्छति खलु, सः च प्रत्ययः तु नित्यं नास्ति इति वदन्ति. संज्ञापूर्वको विधिः अनित्यः इति उ इति विकरणप्रत्ययः एव नित्यं नास्ति इति केचन पण्डितानां मतं, किन्तु डुक्रून् इति धातोः कृते तथा नास्ति इति निश्चयेन वक्तव्यं भवति इति, तदपि किं तादृश किमपि मतमेधाः सन्ति इति मन्ये. किन्तु अत्र तु किम् अस्ति इत्युक्ते महोदयेन प्रतिपादितम् इत्युक्ते स्वरूपमहोदयेन अत्र मकारे वकारे परे किमस्ति उकारस्य लोपः, अनन्तरं हि लोपः असंयोगपूर्वकानां, तादृशनियमाः धातोः कृते न भवन्ति इति. भगिनि अत्र संज्ञापूर्वको विधिर् अनित्या इति किमस्ति तत्र किं किं तत् मयापि पूर्वम् मयापि न पठितं महोदय, किन्तु अत्र किम् इत्युक्ते परिभाषा वर्तते, केचन पण्डिताः वदन्ति यत् यः ऊ इति विकरणप्रत्ययः आगच्छति सारधातुकलकाराणां कृते विकरणप्रत्ययः आगच्छति तत्र क्षम्यताम् इत्यनेन अत्र गुणकार्यं न भवति इति तेषां मतं. क्षम्यतां मम दोषः, ऊ प्रत्यये परे गुणकार्यं न भवति, तर्हि ऋणु ऋणु योगः ते ऊ परे ऋण् योगः ऊ इत्यस्मिन् केवलं ऋणु इत्येव भवति, अर्णु इति न भवति इति परन्तु गुणकार्यं भवति खलु भगिनी, करोति इति आगच्छति चेत् कुरुत कुर्वन्ति एतत् गुणकार्यमेव खलु. आम् अत्र किम् इत्युक्ते केचनानां मतम् अस्ति भगिनि तावदेव, अत्र न भगिनी संज्ञापूर्वको विधिः अनित्यः इत्यस्मिन् अभिन्नविषयः अस्ति भगिनि, क्षम्यताम्. अत्र डुक्रिन् धातोः कृते निश्चयेन भवति इति तदेव अस्ति, निश्चयेन गुणः गुणकार्यं भवति किन्तु अन्ये ऊ प्रत्ययनिमित्तिकं कार्यं भवति किन्तु अन्ये विधेयः न भवन्ति इति. ऊ प्रत्यये भवति ऊ प्रत्ययनिमित्तिकं कार्यं भवति निमित्तिकं कार्यं भवति किन्तु अन्ये विधेयः, उदाहरणार्थं लोपस्य अन्यतरस्य मोः इति सूत्रमपि न कार्यं करोति, अनन्तरं यत् अन्यत् किमपि कार्यं न करोति इति महोदयेन प्रतिपादितं, तथा एव अत्र व्याख्यायामपि तथा एव दत्तम् अस्ति भगिनि. प्रायः वयम् अन्ये रूपाणि यत्र वयं साधयामः तत्र प्रायः भेदः अस्माभिः अवगन्तुं शक्यते इति मन्ये. अत्र तु केवलं वयं चत्वारः लकारः पठामः खलु, किन्तु अन्ये यत्र यङ् यङ् लुक् इति सर्वं भवति खलु, भवन्ति खलु, किन्तु तनादिगणीय तनादिदुकृन्द्यः इति सारधातुकलकाराणामेव सूत्रं भवति, स्पष्टतया तत्रापि व्याख्याने अपि न उक्तमस्ति भगिनि. अग्रे अनन्तरं पठति चेत् भगिनी अवगच्छतु. भगिनी तत्र द्विवारं वदनेन नियमः कृतः, सीमा अद्य आरोपिता इति सीमा किं सीमा तत्र आरोपितं भगिनि? केवलम् उहु इति अस्ति इति सीमा स्थापितम्, उः निश्चयेन भवति किन्तु अन्यनियमाः न सन्ति इति. किमर्थम् इत्युक्ते कृ धातोः कृते भिन्ननियमाः पाणिनिना उक्ताः, तदर्थमेव. अग्रे वयं पठामः भगिनि. धन्यवादः. कृ धातोः नाम कृते भिन्न सूत्राणि सन्ति, अन्यतनादिगणीयसूत्राणि अत्र न वयं अत्र न आगच्छन्ति, कृदातुः कृते पाणिनेया पृथक्तया सूत्राणि रचितानि सन्ति. अग्रे पठनीयं वा? अग्रे प्रायः राजेन्द्रमहोदय पठति किल. आं भगिनि पठामि. इदानीं मम दूरवाणी भग्नं जातं तत्कारणात् अत्र किञ्चित् महोदय दृष्टवती. अग्रे मनसि भावयति इति आरभ्य महोदय डुक्रिन् दातूनां कृते क्षम्यताम्. तत्र कृधातोः अङ्गद्वयम् इति अस्ति खलु, तस्मात् आरभ्य. क्रीधातोः अङ्गद्वयं पित्सु प्रत्ययेषु क्रियोगो सार्वधातुक आर्धातुकयोः इत्यनेन एकः गुणः कर् योग करु इति अङ्गम्. अपित्सु प्रत्ययेषु क्रियोगो सार्वधातुक आर्धातुकयोः इत्यनेन एकः गुणः करयोग करु. अत् उत्सार्वधातुके इत्यनेन अपिति प्रत्ययपरे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकार आदेशः कुरु इति अङ्गः. क्रीधातोः कृते अङ्गद्वयं सम्भवन्ति. अत्र एकस्मिन् तु पक्षे तु पित्सु पित् प्रत्ययः यथा यथा सन्ति तत्र किं भवति तत् क्रियोग उ अत्र सार्वधातुक आर्धातुकयोः सूत्रेण एकः गुणः भवति ऋकारस्य अनादेशः भवति तत् तदनन्तरं तत् रपरः सा सदैव रपरः भवति तत् कर् योग उ करु इति अङ्गं निष्पद्यते. अपित्सु प्रत्ययेषु क्रियोग उ तथैव सार्व आर्धातुकयोः तत् अनादेशः भवति तत् रपर् भवति तत् कर् योग उ करु. इदानीम् अपित्सु प्रत्यय परे अस्ति तत् तत् तत्र उत् अत् उत्सार्वधातुके तत्र सूत्रेण तत् अकारस्य यः ककार उकर् उत्तरवर्ति अकारः अस्ति तस्य उकारः आदेशः भवति उकारः भवति तत् कुरु अङ्गं निष्पद्यते. तत् धन्यवादः महोदय. अग्रे अस्तु अत् सार्वधातुके अत् उत् सार्वधातुके अत् उत् सार्वधातुके अत् उत् सार्वधातुके उप् प्रत्ययान्त क्रिधातोः ह्रस्व अकारस्य स्थाने उकार आदेशो भवति किति निति सार्वधातुक प्रत्यये परे. अतः षष्ट्यन्तम् उत् प्रथमान्तं सार्वधातुके सप्तम्यन्तं त्रिपदं सूत्रम् उतश्च प्रत्ययात् प्रत्ययात् संयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् चेत् अन्योः अनुवृत्तिः विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तं कृत्वा उत् उतः प्रत्ययस्य येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उ इति प्रत्ययः उ प्रत्ययान्तस्य अङ्गस्य नित्यं करोतेः इत्यस्य करोतेः इत्यस्य अनुवृत्तिः गम् हन् खन् गसां लोपः नि अनने इत्यस्मात् किन्नति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुसहित सूत्रं करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत् किन्नति सार्वधातुके अत् अत् उत् सार्वधातुके अत् उप्रत्ययात् धातु यः अस्ति तत्र यः अकारः अस्ति ह्रस्व अकारः अस्ति तस्य स्थाने उकार आदेशः भवति यदि किति निति सार्वधातुकप्रत्ययः परे परे अस्ति चेत् अस्ति चेत् अनुवर्तित सूत्रं करोतेः तद् भगिनी तत् वदति वा भवती करोतेः इत्युक्ते तस्य कः किम् अस्ति तत् दातुनिर्देशः अस्ति पाणिनिना इक् ष्टिप् इति प्रत्ययद्वयं वर्तते महोदय वर्तते प्रत्ययद्वयं वर्तते एतौ प्रत्ययौ अन्यत्र लौकिकभाषायां न सम्भवन्ति एव कुत्रचित् अपि वयं न पश्यामः केवलं पाणिनीयव्याकरणेषु एव वर्तन्ते वर्तते प्रत्ययद्वयम् इक् अनन्तरं ष्टिप् इति इष्टिप् इति किमर्थम् इक् ष्टिप् इति प्रयोजनं किम् इति पृच्छामः चेत् इक् ष्टिप् धातुद्वयम् अपि धातुतः विधीयते धातुतः विधीयते ये वयं धातुतः ये प्रत्याः विधीयन्ते द्विविधाः भवन्ति खलु धातुतः तिङ् प्रत्याः विधीयन्ते अन्यत् अस्ति कृत् प्रत्याः अपि विधीयन्ते तर्हि अयं प्रत्यय अयं प्रत्ययद्वयम् अपि धातुतः विधीयते विदित्वा कृदन्तं प्राप्नुमः वयम् इत्युक्ते नामपदं प्राप्नुमः सामान्यतया वयं उदाहरणार्थं पश्यन् इति अस्ति पश्यति इति पश् धातुतः शत्रुप्रत्ययस्य योजनेन किं भवति पश्यन् इति भवति पश्यन् पश्यन्तौ पश्यन्तः इति नामपदं पश्यत् इति नामपदं भवन्ति तस्य तु विभक्तिरूपाणि भवन्ति यत्र नामपदं प्राप्नुमः तस्य तु विभक्तिरूपाणि अपि भवन्ति तथा एव जायते इत्यस्य जायमानः जायमाना जायमानम् इति भवन्ति जायमानः जायमानौ जायमानाः जायमानं जायमानौ जायमान इति विभक्तिरूपाणि साधयामः तर्हि कृदन्तं प्राप्नुमः वयम् इष्ट द्वयोः अपि योजनेन कृदन्तं प्राप्नुमः तस्य तु विभक्तिरूपाणि अपि भवन्ति किमर्थं विभक्तिरूपाणि किमर्थं प्रत्ययोः आवश्यकता कुत्र इति पृच्छामः चेत् सामान्यतया सूत्रेषु विभक्तेः आवश्यकता वर्तते खलु कृधातुः तृकृधातोः कृधातुतः इति पाणिनिना पाणिनिः प्रायः वदेत् किन्तु किं भवति तत्र छन्दसः कृते इक् स्टिप् इति पाणिनिः नियोजितवान् सर्वत्र कृधातोः कृधातुतः इति पञ्चमी अस्ति चेत् कृधातुतः नो चेत् कृधातोः इति अपि भवति अनन्तरं षष्ठी विभक्तिः आवश्यकता अस्ति चेत् विभक्तेः आवश्यकता कृधातोः इति वक्तव्यं भवति अनन्तरं सप्तमी अस्ति चेत् कृधातौ इति वक्तव्यं भवति तादृश धातु इति सर्वत्र प्रयोगः भवति खलु किन्तु तस्य निवारणार्थं पाणिनिः छन्दसः कृते अपि किं कृतवान् इत्युक्ते इक् स्टिप् इति प्रत्ययद्वयं योजयित्वा उभयोः अपि समाननिर्देशः अस्ति यत् नामपदं प्राप्नुमः नामपदम् अस्ति चेत् पुनः तस्य तु विभक्तिरूपं भवति खलु तर्हि कृयोगः ष्टिप् इति योजनेन अत्रापि ष्टिप् इति प्रत्ययः अपि षित् अस्ति तित् अपि अस्ति इति कृत्वा किमस्ति सार्वधातुकप्रत्ययः भवति यथा ति इति अस्ति खलु लट्लकारे एकवचने ति अस्ति खलु तस्यैव स्वभावम् अत्रापि प्रकटयति ति इति प्रत्ययः स्टिप् इति प्रत्ययः किन्तु कृ प्लस् ति इति स्थितौ अत्र तु कृधातुः तनादिगणीयः अस्ति इति कृत्वा उ इति विकरणप्रत्ययः आगच्छति सार्वधातुककर्तरत्यके अस्ति इति कृत्वा तर्हि उ इति आगच्छति तर्हि करो प्लस् ति करोति इति रूपं किन्तु अत्र करोति इति क्रियारूपम् नास्ति नास्ति नामपदमस्ति स्टिप् निर्देशेन नामपदमस्ति करोति इति नामपदं नामपदस्य अधुना षष्टिविभक्ति करोतेः अङ्गस्य इत्युक्ते कृधातोः अङ्गस्य इति अर्थः इक् अपि समानमस्ति अन्यत् अपि विशेष भेदः वर्तते इक् स्टिप् इति अस्मिन् यङ् यङ् लुकि कार्यं न भवति इति अन्यविशेषनियमाः सन्ति किन्तु अत्र अधुना न पश्यामः केवलं यत् इत्युक्ते इक् वा स्टिप् वा भवतु केवलं धातुनिर्देशः अस्ति तस्य कृदन्तं प्राप्नुमः अनन्तरं विभक्तिरूपाणि निर्मितवान् पाणिनिः इति अस्ति नो चेत् यदि स्टिप् इति अस्य प्रयोगः न कृतः चेत् पाणिनिना किं वदति स्म कृधातोः इति वदति स्म पाणिनिः खलु किन्तु तदा तस्य तु किमस्ति छन्दसः तस्य स्वरूपं तु सौन्दर्यं नास्ति इति प्राणिनि चिन्तितवान् विभक्तिरूपाणि सन्ति चेत् समीचीनं भवति इति कृत्वा स्टिप् इति योजयित्वा करोतेः इति उक्तवान् करोतेः अस्तु महोदय अग्रे अग्रे पश्यामः धन्यवादः महोदय अत्र सूत्रस्य किमपि सूत्रे किमपि प्रश्नः अस्ति किम् अग्रे तत्र गम् दातु हन् दातु जन् दातु कन् दातु गस् दातु इति तत्र अस्ति वा लोपः भिन्नसूत्रमस्ति भगिनि भिन्नसूत्रमस्ति भगिनि तत्तु अधुना वयं न पश्यामः भिन्नसूत्रमस्ति तत्र नित्यनङ्गि इति सूत्रम् अत्र तु केवलम् अनुवृत्तिः अस्ति निति इति अनुवृत्तिः अस्ति इत्येव तावत् पर्याप्तम् कृत्वा तस्य सूत्रस्य अर्थः न बोधितः अत्र भिन्नसूत्रमस्ति भिन्नार्थः भिन्नप्रयोगः अस्ति गमः न जनकः न गसां लोपः इति अत्र तु केवलं नीति इति अनुवृत्तिः अस्ति इति तावदेव अग्रे अग्रे मनसि भवेत् यत् करु कुरु असंयोगपूर्वाङ्गं यत् तरु कुरु असंयोगपूर्वाङ्गं यत्र च असंयोगपूर्वकार्यं भवति तत्र च लोपश्च नसरस्यां मोहो इत्यस्य अपवादभूतसूत्रं नित्यं करोतेः येन वकारमकारादौ प्रत्यये परे कृधातोः प्रत्यय अवयव उकारस्य लोपः नित्यं भवति ततः अग्रे च ये च इत्यनेन यकारादिप्रत्यये परे अपि कृधातोः प्रत्यय अवयव उकारस्य लोपः भवति अतः तिङ्निमित्तीकृत्य कार्यम् एवं भवति इति अस्ति पठामि वा अग्रे अस्तु अस्तु हा अत्र करु इति करु अपि कुरु करु अथवा कुरु इति एकवारं अस्तु करु अथवा कुरु इति अङ्गमस्ति तत् असंयोगपूर्व अङ्गमस्ति इदानीं करु आसीत् अनन्तरं वयं दृष्टवन्तः अत उत्सर्दातकेन अत उत्सर्दातके इत्यनेन अकारस्य उकारः भवति कुरु इति भवति इति असंयोगपुरङ्गमस्ति अत्र असंयोगपुरङ्गं भवति चेत् इदानीं लोपस्य अनतरस्य मोहो इत्यस्य सूत्रस्य प्रसक्तिः भवति अत्र यत् वदति मकारवकारपरे उकारस्य विकल्पेन लोपः भवति इति अस्ति परन्तु कृधातोः कृते एतु नित्य अस्ति अन्य अपवादसूत्रेण नित्यं करोतेः इति सूत्रं आगच्छति तत्र अग्रे ये च इति यकारादिप्रत्ययकारादि तनुयात् तनुयातां तनुयुः इति भवति खलु अत्र तर्हि कृधातोः यदि एष सूत्रं नास्ति चेत् क्षम्यतां करुयात् करुयाताम् इति भवति स्म खलु करुयात् किम् आं करुयात् करुया क्षम्यतां कुरुयात् कुरुयाताम् आमाम् इति भवति खलु किन्तु तथा न भवति कुर्यात् इति भवति ये च इति सूत्रेण यकारादिपत्ये परे कृधातुप्रत्यये उकारस्य लोपः भवति अतः तिङ्निमित्तिकं कार्यम् एवं भवति इति अस्ति अस्तु अत्र अपवादसूत्रमस्ति लोपस्य नितरस्याम् इत्यस्य अपवादसूत्र नित्यं करोतेः इति सूत्रम् अत्र पुनः कृधातोः कृते विशिष्य पाणिनिः सूत्राणि रचितवान् इति कृत्वा एव प्रथमम् अस्माकं तनादि कृण्यः उहु इति पृथक्तया पाणिनिः कृन् इति पुनः उक्तमस्ति पाणिनिना पुनः उक्तम् इति महोदय प्रतिपादितवान् तथा उक्तवान् अग्रे अग्रे पठतु आम् महोदय असंयोगपूर्व अङ्गधातू असंयोगपूर्व अङ्गधातूनां कार्यम् एवमस्ति पिस्सु करु इति अङ्गं पिस्सु करु इति अङ्गं हलादिपिस्सु गुणः हलादिषु किमपि सन्धिकार्यं नाशं करु योगति करोति इति पित् भवति पित् अस्ति अतः करोति इति भवति गुणः भूत्वा अजादिपित्सु गुणः अपि च तदा आदेशः अजादिपित्सु अस्तु करु योग आनि इदानीं पित् अस्ति अतः करो इति भवति करो योग आनि अव इति यचोयवः इत्येन करवा करवाणि अपि च अनन्तरम् अट्कुप्वाङ्गणं राये अपि इत्यनेन करवाणि इति नत्वं भवति अपिस्सु कुरु इति अङ्गम् अपिस्सु कुरु इति अङ्गम् एकवारं किमपि मम जमः अपि अपिस्सु कुरु इति अङ्गं कथं भवति इति एकवारं पठतु तत्र पठतु सर्वेषां लाभः अपिस्सु एकवारं भगिनि एकवारं कुत्र अस्ति अपिस्सु अपिस्सु कुरु इति अङ्गं हलादि अपिस्सु कुरु इति अङ्गं कथम् अभवत् इति अपि वदतु महोदय एकवारं हा कुरु इति अङ्गं हा करोति हा करु इति करो करु कृ इति करोतेः उप्रत्ययान्तस्य अङ्गस्य उत अतः उत् अस्तु निति अत्र अस्तु नित् सार्वधातुके अतः अपित् अस्ति चेदेव भवति हलादि सारी अपित् सार्वधातुक अपित् इत्यनेन भवति अतः यत्र अपित् अस्ति तत्रैव अस्य सूत्रस्य प्रसक्तिः अतः अतः एव अपिस्सु कुरु इति अङ्गं भवति पिस्सु करु इति अङ्गम् अस्तु किञ्चित् समीचीनमेव अस्तु हलादि अपिस्सु नितिचैतन्येन गुणनिषेधः गुणनिषेधः अतः तत्र करु इत्यस्य कुरु भवति कुरु योग इदानीं कुरु योगतः कुरुतः इति तलद्वये अपवादभूतकार्यमस्ति लोटि हि लोपः कुरु योग हि इति अस्ति कुरु हि इति भवेत् परन्तु सूत्रमस्ति एकवारं उतश्च इति किमस्ति एकवारं उतश्च लोप् एकवारं पठामि पुनः उतश्च प्रत्ययात् अत्ययङ्गपूर्वात् इत्यनेन लोप् लोपः हे लोपः हकारस्य लोपः सारि हि प्रत्ययस्य लोपः भवति अतः कुरु एव भवति वकारे मकारे यकारे परे उकारस्य नित्यं लोपः कुरुयोगवः कुर्वः इति अकुरुयोग मा अकुर्मः कुरुयोगयात् कुर्यात् अजादि अपिस्सु इको एणचित्तनेन यणादेश कुरुयोग अन्ति कुर्वन्ति इति भवति कुर्वन्ति इति इदानीं सूत्रं पठामि वा सूत्र केन सूत्रेण इति अन्यः पठतु महोदय धन्यवादः आं भगिनि नित्यं करोति क्रु धातोः प्रत्यये अवयव उकारस्य नित्यं लोपः भवति वकारमकारादौ प्रत्यये परे नित्यं प्रथमान्तं करोतेः पञ्चम्यन्तं द्विपदमिदं सूत्रम् उतश्च प्रत्ययात् असंयोगपूर्वात् इति अस्मात् उतः प्रत्ययात् चेत् अनयोः अनुवृत्तिः विभक्तिपरिणामेन पदद्वयं षष्ठन्त्यम् उतः प्रत्ययस्य लोपश्च अस्य अन्यतरस्य मोः इत्यस्मात् लोपः मोः चेत् अनयोः अनुवृत्तिः अङ्गस्य इति अस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः अङ्गस्य प्रत्ययस्य उतः नित्यं लोपः मोः इति नित्यं करोतेः क्रूधातोः प्रत्यय अवयवकारस्य नित्यं लोपः भवति वकारमकारादौ प्रत्यये परे इति इति लोपश्च अन्यतरस्यां भोः इति सूत्रस्य अपवादसूत्रम् अपवादभूतसूत्रम् इति क्रूधातोः विषये नित्यं लोपः भवति वकारमकारादौ प्रत्यये परे उकारस्य अग्रे अग्रे प्रायः समयः अतीतः अरुणा भगिनी भगिनी तत्र नित्यं करोतेः उदाहरणमेव तत्र कुर्वः कुर्मः खलु भगिनि आं भगिनि तथा अस्ति आम् अस्तु भगिनि भगिनि अग्रे एच इति सूत्रं यकारादिप्रत्ययपरे क्रु धातोः प्रत्यय अवयव उकारस्य लोपः भवति ए सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यस्मात् अद्भुतः प्रत्ययात् चेत् इति अनयोः अनुवृत्तिः लोपश्च असन् लोप लोपश्च अश्यन्यतरस्यां ममोः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् ये च करोतेः अङ्गस्य प्रत्ययस उतः लोपः. सूत्रं वदति यकारादि कृधातो धातोः परे यकारादिप्रत्यये परे प्रत्यय अवयव उकारस्य लोपो भवति. अत्र वयं पठितवन्तः कुरु तत्र एव उदाहरणं कुर्यात् कुर्यातां खलु भगिनि. आं भगिनि मिथिलिङ्ग् रूपं कुर्यात् इति रूपं निष्पन्नं भवति ये च इति सूत्रेण. यथोक्तं तनादिगणे अचिष्णुधातूनाम् अचिष्णुधातु ब्रुवां योर्यङ् वङ्गौ इत्यस्य प्रसक्तिः नास्ति. अतः अत्र असंयोगपूर्व अङ्गधातूनां कृते यन् आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य हृष्णोः सार्वधातुक इत्यस्य आवश्यकताः नास्ति. तदर्थम् अत्र सामान्यसूत्रम् इको एनजि इत्येव कार्यं करोति. आगच्छति भगिनि अचिष्णुधातु ब्रुवम् उकारादि इकारादि धातूनाम् अतिष्णुधातु अङ्गम् अस्ति चेत् तर्हि इयङ् वङ्ग आदेशाः इति भवन्ति खलु. किन्तु तत्र तु प्रसक्तिः नास्ति असंयोगपूर्वधातूनां कृते इति. संयोगपूर्व उकाराः पूर्वधातवः पूर्वाङ्गदातवः नास्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः नास्ति. अनन्तरम् अस्य सूत्रस्य एव अपवादः पुनः विष्णोः इति आगच्छति. तर्हि विष्णोः इत्यस्यपि आवश्यकता नास्ति. तर्हि वयम् अग्रे किम् अग्रिमसप्ताहे यदि रामप्रिया भगिनी नास्ति चेत् वयं किं कुर्मः इत्युक्ते समयः अतीतः इति कृत्वा विरमामः. अग्रिमे सप्ताहे वयं रूपाणि साधयामः. अनन्तरं दशधातूनामपि प्रयोगे लौकिकप्रयोगः वाक्यम् एकं किञ्चित् रचयित्वा किञ्चित् आगच्छन्ति किं रचित्वा आगच्छन्ति किम् उदाहरणं षणु इति अस्ति हिंसायाम् इति अर्थे षणु दाने इति अस्ति सनोति सनुते इति सामान्यवाक्यमेकं दशधातूनामपि वयं किञ्चित् प्रयत्नं कृत्वा वयं सर्वे अपि लिखित्वा आगच्छामः. अहमपि करोमि. नूतनधातूनां परिचयः भवति खलु केवलं परिचयः इति एव तावत् स्मर्तव्यम् इति नास्ति. तदर्थं विरमामः. धन्यवादः. प्रश्नः अस्ति. धन्यवादः. विरमामः. धन्यवादः. शुभदिनं भगिनि. धन्यवादः.